चतुर्दशोऽध्यायः श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानं ज्ञानमुत्तमम् यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गतः इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागतः सर्गेऽपि नोपजायन्ते प्रलयेनाव्यथन्ति च मम यो निर्महद्ब्रह्म तस्मिन् गर्भम् दधाम्यहम् सम्भव सर्वभूतानाम् ततो भवति भारत सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति यः तासां ब्रह्ममाद्योनि रहं बीजप्रदः पिता सत्त्वं रजस्तम इति गुणः प्रकृतिसम्भवः निबध्नन्ति महाभावो देहे देहि नमव्ययम् तत्र सत्त्वं निर्मलत्वात् प्रकाशकामनायम् सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ रजो रागात्मकम् विद्धि तृष्णासङ्गसमुद्भवम् तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् तमस्त्वज्ञानजम् विद्धि मोहनम् सर्वदेहिना प्रमादालस्य निद्राभि तन्निबध्नाति भारता